नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अदादिगणः इति पाठः प्रवृत्तमानः अस्ति. तत्र ऊकारान्तदातवः इति भागे स्मः. तत्र सामान्य ऊकारान्तदातवः गतसप्ताहे दृष्टवन्तः. उतो वृद्धिर्लुकी हलि इति सूत्रमपि दृष्टवन्तः. हलादि सु हलादिपित् प्रत्ययः परः अस्ति चेत् उतो वृद्धिर्लुकी हलि इति सूत्रेण तत्र वृद्धिः भवति इति दृष्टवन्तः. अनन्तरं तु सामान्यकार्यं यदा अजादिपित् अस्ति चेत् गुणः, अनन्तरम् अवादेशः. हलादि अपित् चेत् गुणनिषेधः. अजादि अपित् तु सर्वदा गुणनिषेधः. अनन्तरम् अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ इत्यनेन उकारान्तधातुः अस्ति इति कृत्वा उवङ् इति आदेशः इति दृष्टवन्तः. तत्र अस्माकम् इदानीं तु ऊर्णु इति धातुः, विशेषधातुः, तस्मिन् विषये चिन्तनम्. ऊर्णु ते विभाषा इति सूत्रम् एकवारं पठित्वा रूपं साधयामः. अरुणा भगिनी पठति वा सूत्रम् ऊर्णु ते विभाषा? आं भगिनि. ऊर्णो तेर्विभाषा. ऊर्णो धातोः उकारस्य विकल्पेन वृद्धिः हलादिपिति प्रत्ययपरे. ऊर्णु युगहति, ऊर्णोति विकल्पेन ऊर्णोति. अनुवृत्तिसहितसूत्रम् एकवारं पठतु भगिनि. अग्रे आं भगिनि. ऊर्णोतेर्विभाषा. ऊर्णु धातोः उकारस्य विकल्पेन वृद्धिः हलादिपि सार्वधातुकप्रत्ययपरे. अनुवृत्तिसहितसूत्र पूर्णसूत्रं पठामः. केवलम् अनुवृत्तिं भगिनि, केवलम् अनुवृत्ति पठतु. अनुवृत्तिसहितसूत्रम्. ऊर्णोतेः अङ्गस्य विभाषा वृद्धिः हलि पिति सार्वधातुके. अत्र सूत्रं वदति धातोः धातु ऊर्णु धातु धातोः उकारस्य स्थाने उकारः वृद्धि भवति विकल्पेन निमित्तं हलादि पित् सार्वधातुकप्रत्यये परे. ततः अत्र अङ्गस्य अधिकारः अस्ति सार्वधातुके इति अन्य सूत्रम् अनुवृत्ति भवति. पूर्णसूत्र ऊर्णोतेः अङ्गस्य विभाषा वृद्धिः हलिपिति परे. केवलं हलादिपि प्रत्यय प्रत्ययपरे एव. ततः रूपद्वयं निष्पन्नं भवति. वृद्धि भवति चेत् ऊर्णौति इति एकरूपं, वृद्धि न अस्ति चेत् ऊर्णोति एव रूपं निष्पन्नं भवति. तत्र वृद्धिः न भवति चेत् किं भवति? केवलं वर्णमेलनमेव. गुणकार्यं ऊर्णु धातु केवलं गुण भवति. तिप् इति सार्वधातुकप्रत्ययः, सार्वधातुक आर्धधातुकयोः सूत्रेण गुण भवति. ऊर्णोति इति रूपं निष्पन्नं भवति. समीचीनम्. अतः वृद्धिः एकस्मिन् पक्षे वृद्धिः, अन्यस्मिन् पक्षे गुणः इति रूपद्वयम्. ऊर्णोतेर् अपि इक्तिपो इति कृत्वा ऊर्णोति, ऊर्णोति इति कृत्वा एव वा? ऊर्णोति षष्ट्यन्तरूपम् अस्ति. इक्तिपौ धातु निर्देशे इत्यनेन ष्टिपा निर्दिष्टः. षष्टिविभक्तिः सम्यक् अस्तु. भगिनी अरुणा भगिनी अपृत्येकाल् प्रत्ययः गुणो पृक्ते सूत्रद्वयमपि पठतु. गुणो गुणो प्रवृ प्रकृते ऊर्णु धातोः उकारस्य गुणः एव भवति, न तु वृद्धि अप्रकृते हलादिपि सार्वधातुकप्रत्यये परे. तदेव वयं दृष्टवन्तः विभाषा द्वारा पूर्णोति इति, केवलं गुण एव भवति न वृद्धि अप्रकृते हलादिपि सार्वधातुकप्रत्यये परे. अपृक्ते इत्युक्ते किं भगिनि? अप्रकृते अत्र पूर्वसूत्रं पठतु भगिनि. एकाल् प्रत्ययः इत्यनेन यस्मिन् प्रत्यये एक एव वर्णः अल् तस्य अपृक्तसंज्ञा भवति. अत्र उदाहरणं ति इति प्रत्यय केवलम् एक इकार एकवर्णः एव अस्ति, ततः प्रत्ययः कः भगिनि? नामकरणं भवति. समीचीनं. प्रत्ययः कः उक्तवती भवती? तिप्रत्ययः भगिनि. अस्तु, तिप्रत्ययः एकाल् अस्ति वा? एकाल् नास्ति. समीचीनम्. एकाल् इत्युक्ते एक अल् वर्णः, एक एव वर्णः, कृष्णः एव, न तु तकार इकार अस्ति तत्र. एकाल् नास्ति. अन्यवर्णः कः भवति? अन्यप्रत्ययः कः भवति यत् एकाल् अस्ति? लङ्गि लङ्गि तकार सकार इष्टं ओ लङ्ग्ल लङ्गि तकारः सकारः एकः एव एकः एव वर्णः प्रत्ययरूपेण भवेत्. एकः एव अल् वर्णः अस्तु, तत्र स्वरयुक्तवर्णः नास्ति. एकः एव स्वर वा भवतु व्यञ्जनं वा भवतु, एकः एव वर्णः. अल् इत्युक्ते सर्वे वर्णाः किल. समीचीनम्. इदानीं गुणोपृक्ते वदतु भगिनि. गुणोपृक्ते किं वदति? गुणोपृक्ते उणु धातोः उकारस्य गुणः एव भवति, अपृक्ते हलादिपि सार्वधातुकप्रत्यये परे. अतः कुत्र भवति? गुण एव भवति. प्रत्ययः कः भवेत्? एक अल् वर्णः अस्ति चेत् पित् आल्सो पित् अन् सार्वधातुकप्रत्यय अपि हलादि हलादि पित् सार्वधातुक एकवर्ण अपृक्त अपृक्त अपि भवेत्. अपृक्त हलादि पित् अपि आवश्यकं सार्वधातुक अपि. समीचीनं. सम्यक् अस्तु. अतः गुणः एव भवति इति वदति गुणोपृक्ते इति सूत्रेण. वयं दृष्टवन्तः एतद् न केवलं अपवादसूत्रः ऊर्णुतेर्विभाषा इत्यस्य, अपि नियमसूत्रं. नियमसूत्रं किमर्थम् इत्युक्ते तत्र नियमयति, सीमां स्थापयति. केवलं गुणः भवतु, न तु वृत्तिः इति सीमां स्थापयति इति कृत्वा नियमसूत्रमपि इति दृष्टवन्तः गतसप्ताहे. अद्य रूपाणि साधयामः. तु रघुपतिमहोदय लटि वदति वा? हा, एकवारं भगिनि, कुत्र एकवारं तत्र गच्छामि. ऊर्णु इति धातुः एकवारं हा अस्तु. ऊर्णु ऊर्णुयोग ति ऊर्णुयोग ति अस्ति इदानीं ऊर्णो ऊर्णो ऊर्णो योग ति इति तिप् अस्ति, अतः गुणः भवति. पक्षे वृद्धिः भवति. ऊर्णतेर् ऊर्णतेर्विभाषा इति वा एकवारम् ऊर्णतेर् ऊर्णुते विभाषा इत्यनेन वृद्धिः भवति, अतः ऊर्ण ऊर्णोति अपि च ऊर्णौति इति रूपं भवति. अनन्तरं तः अस्ति अत्र तः इति अपि तस्ति ऊर्णतः इति भवति, किमपि नास्ति, अत्र गुणः नास्ति. ऊर्णयोग अन्ति, ऊर्णयोग अन्ति अस्तु, अत्र ऊर्णो अन्ति अचिष् यण् सन्धि भवितुमर्हति, परन्तु अचिष्णुदात्त ब्रुवाम् इयङ् उवाङ् इत्यनेन उवङ् आदेश ऊर्णु ऊर्णवन्ति ऊर्णवन्ति इति भवति. सि इति तिप्रत्ययः अस्ति, हलादि पित् अस्ति, अतः अत्र विभाषा ऊर्णतेर्विभाषा इत्यनेन गुणः भवति, पक्षे वृद्धिः विभाष इत्यनेन वृद्धिः अपि भवितुमर्हति. ऊर्णोसि ऊर्णोषि इति इति अत्र सन्धिः भूत्वा आदेशप्रत्ययः इत्यनेन सकारस्य शब्दं भवति. ऊर्णोषि ऊर्णौषि इति रूपम्. अग्रिमं हलादि पित् अस्ति अपित् अस्ति, अतः किमपि कार्यं नास्ति. ऊर्णुत्तः ऊर्णुत्थ. अग्रे मि इति मिप् हलादि पित् अस्ति, अतः विभाषा इत्यनेन गुणात्वा वृद्धिः भवितुमर्हति. ऊर्णौमि अथवा ऊर्णोमि इति. अनन्तरं हलादि अपित् अस्ति, अतः किमपि कार्यं नास्ति अत्र. वर्णमेलनम् ऊर्णुवः ऊर्णुमः इति रूपाणि. सम्यक् सम्यक् महोदय, धन्यवादः. विजया भगिनी लोट्लकारे वदति वा? आं भगिनि, तत्र सिद्धतिङ् प्रत्ययः थूतात् ताम् अन्तु, शीतात् तं त आनि आव आम इति अस्ति. तत्र लोट् लकारः ऊर्णु इति धातु अस्ति, अनन्तरं तात् इति अस्ति, ऊर्णुतात् एव तत्र वर्णमेलनेन. अनन्तरं तत्र ऊर्णोतु इति अस्ति, ऊर्णोतु तत्र अपि तत्र गुणकार्यं भूत्वा, सार्वधातुक अर्धधातुकयोः गुणकार्यं भूत्वा तत्र ऊर्णोतु इति भवति. अनन्तरम् ऊर्णुतां तत्र एकमेव रूपं वा भगिनि? अन्यरूपमपि अस्ति तत्र, ऊर्णुतात् ऊर्णोतु. अनन्तरम् ऊर्णौतु इति अपि अस्ति, तत्र अपि गुणकार्यं भूत्वा तत्र ऊर्णोते विभाषा इति तत्र वृद्धिः भवति. ऊर्णोतु इति अस्ति, ऊर्णौतु इति अस्ति. अनन्तरम् ऊर्णुताम् इति अस्ति, तत्र अपित् अस्ति, सार्वधातुकम् अपित् अस्ति, अतः तत्र गुणकार्यं नास्ति. ऊर्णुताम् एव वर्णमेलनम्, ऊर्णुयोगः सिद्धतिङ् प्रत्ययः योजनेन ऊर्णुताम् इति आगच्छति. अनन्तरम् ऊर्णुवन्तु इति अस्ति, तत्र अचिष्णु एतत् धातु अचिष्णुर्धातु ब्रुवं युवोर् इयङ् उवङ् इति सूत्रेण तत्र वन्तु इति आगच्छति, अर्नुवन्तु इति अर्नुवन्तु. अनन्तरं तत्र अर्णो अर्णुहि इति अस्ति, तत्र हि एव तिष्ठति, तत्र किमपि तत्र परिवर्तनं नास्ति. अर्णु योगः हि अर्णुयु अर्णुहि. अनन्तरं तात् मेलनेन भगिनि धातुः ऊर्णु इति अस्ति, ऊर्णुहि. हि इति मध्यमपुरुषे एकवचनयोजनेन ऊर्णु योगः हि ऊर्णु ऊर्णुहि. सम्यक्. अनन्तरं तत्र तात् योजनेन ऊर्णुतात् इति आगच्छति. अनन्तरं तादृशमेव यथा प्रथमपुरुषद्विवचनं तादृशमेव तत्र मध्यमपुरुषद्विवचनमपि ऊर्णु तम् ऊर्णुत इति तत्र मेलनेन सिद्धतिङ् प्रति मेलनेन ऊर्णुत्तम् ऊर्णुत इति आगच्छति. अनन्तरं ऊर्णवाणि इति आगच्छति, तत्र अचिष्णोर् धातु तत्र कार्यं करोति. अनन्तरं आड् उत्तमस्य पिच्च इति तत्र आनि इति आगच्छति तत्र तत्र तत्र पित् अस्ति हलादिपित् अजात् हलादि हलादि वा आनि अजादि अजादि अपित् अस्ति आनि तत्र आड् उत्तमस्य पिच्छ इति सूत्रेण तत्र न अचिष्णुवधातु भ्रुवो एतत् एव तत्र कार्यं करोति अतः तत्र ऊर्णवाणी इति अस्ति ऊर्णवाणी पुनः चिन्तयतु भगिनि ऊर्णो योगः आनि आनि इति आडुत्तमस्य पिच्च भवती उक्तवती आडुत्तमस्य पिच्च इत्यनेन किं भवति न तत्र आनि इति सिद्धरूपे नास्ति अतः तत्र किमपि परिवर्तनं नास्ति परन्तु अचिष्णुर्धातु ब्रुवोर् इवङ् इति सूत्रेण एव तत्र उवङ् आदेशः भवति अतः एकनिमिषं भगिनि आनि इति कीदृशप्रत्ययः पित्वा आनि आनि अपित् एव सर्वत्र आडुत्तमस्य पिच्च इत्यस्य कार्यं किम् तत्र सिद्धतिङ् प्रत्ययरूपेण अस्ति भगिनि आनि इति अतः तत्र समीचीनं तत्र किमपि कार्यम् अस्ति किल आडुत्तमस्य पिच्च इति वदति आड् उत्तमस्य उत्तमपुरुषस्य आड् इति अनन्तरं पिच् च इत्युक्ते तत्र पित्वम् आरोपितम् अतः आनि इति कीदृशप्रत्ययः अजादि पित् पित् अजादि पित् समीचीनम् ऊर्णु योगः आनि इदानीं किं भवति अचिष्णुर्धातु इति सूत्रेण तत्र ऊर्ण इति अस्ति प्रथमं तत्र ऊर्ण इति अस्ति अनन्तरम् आणि अस्ति ऊर्णु ऊर्णु तत्र उकारः तत्र उपदेशाज अनुनासिक इति सूत्रेण इत् भवति भगिनि ऊर्ण एव तिष्ठति परन्तु तत्र उकारः अकारः मेलनेन अशिष्णुर्धातु भ्रुवम् इवोरिवङ् इति सूत्रं इति सूत्रेण तत्र ऊर्णः उपदेशे अनुनासिक किमर्थं गुणकार्यं भवति तावदेव किल वदतु उषा भगिनी किं भवति ऊर्णु योगः आनि सार्वधातुक आर्धद्वादिकयोः इति प्रत्ययेन गुणा भवति सो ऊर्णो योगः आनि ऊर्णो योगः आनि एचो अयवायावः ऊर् अव् ओकारस्य स्थाने अव् आदेशः भवति ऊर्णवाणि ऊर्णवाणि सम्यक् अस्तु इदानीं भगिनि इदानीं वदतु द्विवचने बहुवचने रूपं कथम् आगच्छति इति ऊर्णो योगः आव तादृशमेव तत्र अपि प्रथमं ऊर्णो इति भवति सार्वधातुक आर्धधातुकयोः गुणः भूत्वा ऊर्णो आगच्छति अनन्तरं यचो यवायावः इति सूत्रेण तत्र अवादेशः भवति ऊर्णवाव इति तादृशमेव ऊर्णवाम इति समीचीनम् अस्तु धन्यवादः श्रीवल्ली भगिनी लङ्गि वदति वा आं भगिनि लङ्गि इत्तामन् इत्तन्त अम्बाम तकार हलादि अपृक्त हल् हलादि प्रत्ययः अपृक्त एकाल् प्रत्ययः गुणः अपृक्ते इति सूत्रेण गुणकार्यं भवति ऊर्णु योगः तकार ऊर्णुयोगः तकार प्रथमं लुङ् लङ् लृङ्षु अडुदातः आयोगः ऊणु रूपम्. आयोगः ऊर्णुयोगः तकार. गुणो गुणोपृक्ते गुणः अपृक्ते इति सूत्रेण गुणः भवति. आयोगः ऊर्णो योगः तकार. ऊर्णोत् आयोगः ऊर्णोत् आयोगः उ भवति और्णोत्. आ एव आगच्छति वा आटश्च आटश्च आटश्च इत्यनेन किं भवति? आटश्च आडजम्बन दीर्घ आकारनु आटश्च आडजादिनम् केन सूत्रेण अडागमः आडजादिनम् अजादि अजादि प्रत्ययः ऊर्णः अजादि प्रत्ययः आडजादिनि दीर्घ आकार आयाति. दीर्घ आकार योगः ऊर्ण धातु योगः तकार. आं समीचीनं. दीर्घ आकार योगः ऊकार आटश्च इति सूत्रेण वृत्तिः भवति. और्णोत् इति रूपं भवति. ताम् इति हलादि अपि प्रत्ययः अत्र गुणकार्यं नास्ति. आयोगः ऊर्णुयोगः ताम् और्णुताम् अन् अन् इति अचिष्णुर् धातु ब्रुवाम् युवोर् इवङ्गौ इति सूत्रेण उकारस्य स्थाने उ आदेशः भवति. आयोगः ऊर्णुवन् और्णुवन् इति रूपं भवति. मध्यमपुरुषे सकारः सकारः एकाल्प्रत्ययः गुणः अपृक्ते इति सूत्रेण गुणकार्यं भवति. आयोगः ऊर्ण् योगः सकार भवति. ऊ और्णोः इति रूपं भवति. आदेशप्रत्ययोः सषजुषोरुः प्रथमं विसर्गः भवति. करवसानयोः विसर्जनीयः इति द्वयोः सूत्रयोः सकारस्य विसर्गः भवति. रूपं भवति और्णोः. तम् इति हलादि अभिप्रत्ययः और्णुतम् इति रूपं भवति. बहुवचने तकारः और्णुता. उत्तमपुरुषे अम् इति सूत्रम् अम् इति प्रत्ययः औ योगः ऊन् योगः अम् इति सार्वधातुक अर्धधातुकयोः गुणः भवति. गुणः भवति और्णो योगः अम् एचो अयावायावसन्धिः. आयोगः ऊर्णवम् आयोगः दीर्घकारः ऊर्णवम् और्णवम् इति रूपं भवति. वकार हलादि अपि प्रत्ययः अत्र गुणकार्यं नास्ति. रूपं भवति और्णुव. मकारः और्णुम इति रूपाणि. समीचीनम् अस्तु. उषा भगिनी विधिलिङ्गि वदति वा? विधिलिङ्ग हलातिपित् प्रत्ययः नास्ति. अपित् अपित् अजादिः एव नास्ति. सो उतो वृद्धिर्लुकि हलि इति सूत्रः प्रसक्तिः नास्ति. अच् प्रत्ययः नास्ति. अचिष्णुधातु ब्रुवाम् इभोरियङ् वङ्गौ सूत्रः इति प्रसक्तिः नास्ति. पित् प्रत्ययः नास्ति. सो ऊर्णेतेर् ऊर्णोते विभाषः अपृक्त एकाल् प्रत्ययः नास्ति. सो ऊर्णोते विभाषा प्रत्यय सूत्रः प्रसक्तिः नास्ति एव. वर्णमेलनमेव भवति. ऊर्णुयोगः यात् ऊर्णुयात् ऊर्णुयात् ऊर्णुयाताम् ऊर्णुयुः ऊर्णुयुः ऊर्णुयाः ऊर्णुयातम् ऊर्णुयात ऊर्णुयाम् ऊर्णुयाव ऊर्णुयाम. सम्यक् भगिनि. तत्र केवलं वर्णमेलनमेव, किमपि कार्यं नास्ति. ऊर्णु इति धातुः अग्रे सरामः. उषादपि आत्मने पदि उभयपदि एव अस्ति, परन्तु तत् विशेषकार्यं नास्ति. अग्रे सरामः, बहुकालात् वयम् आदादिगणे अस्मिन् 2020 मध्ये आदादिगणं समापयामः. अस्तु, उषा भगिनी भवती एव रु शब्दे इति धातुः पठति वा? ओके भगिनि, रु शब्दे इति धातुः तु रुस्तु संयमः सार्वधातुके. तु रु स्तु शम् अम् एभ्यः धातुभ्यः हलादिसार्वधातुकतिङ् प्रत्ययस्य विकल्पेन ईट् आगमः भवति. विकल्पेन ईट् आगमः भवति. प्रत्ययः पित् वा अपित् वा हलादि अस्ति चेत्, हलादि अस्ति चेत् ईडागमस्य विकल्पः. ओके, तु रु सु तु रु स्तु शम् अम् पञ्चधातुः. ओके, हलादि पित्वा अपित्वा ईडागमस्य विकल्पेन आगमः. ओके, ईडागमः नास्ति चेत् तर्हि यु धातु इव रूपाणि भवन्ति. रुयोगः ति रौति, रुयोगः तः रुतः, रुयोगः अन्ति रुवन्ति. ईडागमः भवति चेत् रुयोगः ति, रुयोगः ईट् योगः ति, तूरुस्तु शम् यमः सार्वधातुके इति सूत्रेण हलाति पित्वा अपित्वा ईडागमः भवति. सो रुयोगः ति, रुयोगः ईट् योगः ति, रुयोगः ईति, ति हलादिः, हलादिः पित् आसीत्. अतः उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः भवति स्म. अधुना प्रत्ययः ईति जातः. अस्मिन् तिपः पित्वम्, अस्मिन् तिप्पः पित्वं, पित्वं तु अस्ति एव, परन्तु अजाति अजातिजातः. अतः ईति अजातिपित् अस्ति. तर्हि अजातिपितः सामान्यकार्ये भवति अत्र. रुयोगः ईति, अधुना रुयोगः ईति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः. रोयोगः ईति एचो अयवायावः इत्यनेन अव् आदेशः भवति. अव् योगः ईति रवीति. ओके, रुयोगः ईट् योगः ति, रुयोगः ईति. सो उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः भवति. अधुना प्रत्ययः ईति जातः. ओ सो बिकास् ति हेस् बिकम् ईति, उतो वृद्धिर्हलि उतो वृद्धिर्लुकि हलि इति सूत्रप्रसक्तिः नास्ति. ओके, सो रुयोगः ईति सार्वधातुक आर्धधातुकयोः गुण एव भवति. सो रु बिकम्स् रो योगः ईति. ओके, एचो अयवायावः इत्यनेन रवीति. ओके भगिनि, अण्डर्स्टुण्ड्. रुयोगः तः, रुयोगः त इति हलादि पित्, हलादि पित् आर् अपित्. तु रुस्तु, तु रुस्तु शं यमः सार्वधातुके. रुयोगः तः, रुयोगः ईट् योगः तः, रुयोगः ईतः. तः हलादि अपित् आसीत्, तः हलादि अपित् आसीत्, किन्तु अधुना ईतः अजादि, अजादि अपित् अस्ति. अजादि अपित्, अतः अचिष्णुधातु ब्रुवा मिबोरियङ् उवङ्गौ इत्यनेन उवङ् आदेशः. सो ओ रकार बिकम्स् सो उव् ओगः सो भगिनी वाट् हेपन् टु दर् रु योग दरु योगः ओगः उव् ओगः योगः ईतः सो ऋ योगः ऊब् बिकम्स् रुवीतः ओके ओके रुवीतः प्रत्ययः अजादि अस्ति चेत् ईडागमः न भवति प्रजा प्रत्ययः अजादि अस्ति चेत् ईडागमः न भवति यथा अजादि अपित् अन्ति अथवा अजादि पित् आनि इति ओके रुयोगः अन्ति अचिष्णुधातु ब्रुवामि वोरियङ्गुभङ्गौ सूत्रः इत्यनेन उवङ् आदेशः सो रुब् चिड् बि रुयोगः ऋ ओगः योगः ऊब् योगः अन्ति सो रुवन्ति ओके रुयोगः आनि सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः रो योगः आनि एचो अयवायावः इत्यनेन अव् आदेशः रकारायोगः अव् योगः आनि रवाणि तर्हि सारांशः अत्र यत् तु रु स्तु शम् अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति ईडागमः अस्ति चेत् अपि च ईडागमः नास्ति चेत् अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि अस्तु तत्र पक्षद्वयम् ईडागमपक्षः ईडागम अपक्षे इति ईट् इति आगमः अस्माकम् इड् आगमः भिन्नः तद् स्मर्तव्यं सर्वदा ईट् आगमः इडागमः नास्ति तद् अनन्तरम् एतत्तु तुरुस्तुं शम्यमः तुरुस्तु शम्यमः सार्वधातुके इत्यनेन विकल्पेन ईडागमः भवति इति अस्तु प्रथमं किं कुर्मः पक्षद्वयम् अस्ति एकम् ईडागमपक्ष अन्यत्तु ईडागम अभावः यत्र ईडागमः भवति तत्र रूपं साधयामः अनन्तरम् ईडागमः यत्र न भवति इति पुनः साधयामः रु इति धातुः अस्तु अरुणा भगिनी वदति वा किं लकार भगिनि रु इति लट् लकारे इडागमपक्षे वदतु प्रथमम् अनन्तरम् अपक्षे किं भवति इति पश्यामः इडागमपक्षे रुयोगः इति अलादि पित् अस्ति गुणः भवति सार्वधातुक आर्धधातुको इति सूत्रेण रुति इति रूपं निष्पन्नं भवति योगः इति केवलम् अत्र अजादि गुणः सम्यक् वदतु रो योगः इति एचो यावः इति ओकारः ईकारः एचो यवायावः इत्यनेन ओकारस्य स्थाने किम् आदेशः भवति रुविति रवीति सम्यक् रवीति केन सूत्रेण ईट् आगमः भगिनि तुरुस्तु शम्यमः तुरुस्तु शम्यमः समीचीनं द्विवचने वदतु रु योगः तः रु योगः ईट् योगः ति गुणः भवति रो योगः इति ईत ईतः रवि अपित् रवि तकारुणकार्यं न क्षम्यतां क्षम्यतां भ्रम भवति ृयोगतः इ अस्ति भगिनि केवलं उकारः ईकारः परे अस्ति ईकारः कीदृशवर्णः अजादि अजादि अदादि अजादि प्रत्ययः अपि अस्ति अचिष्णुधातु सम्यक् औ आ आगच्छति अव् आगच्छति आगच्छति उकारस्य स्थाने किम् आगच्छति वकार आगच्छति भगिनि अधिष्णु धातु ब्रुवां युवोर् यङ् उवङ्गौ इत्यनेन किं भवति अतः इदानीं रूपं साधयतु रुवीतः समीचीनं बहुवचने ऋयोगः अन्ति ऋयोगः ईयोगः अन्ति अन्ति अजादि अपि अस्ति ततः धन्यवादः आं वदतु भगिनि ऋयोगः ईट् योगः अन्ति ऋयोगः अजिष्णुधातु ब्रुवां सूत्रेण उव आगच्छति ऋयोगः उवयोगः ईयोगः अन्ति ऋवियोगः ऋवियोगः ऋवियन्त ऋवियन्ति कुतः यकारः यकारः कुतः आनीतवती यकारः किमपि अस्तु वदतु ईयोगः यणादेश सन्ति कुत्रापि अन्यत्र गतं समीचीनं ऋयोगः अन्ति ईडागमः नास्ति अजादिप्रत्ययः अन्ति किं भवति उकारः अकारः अचिष्णु धातु ब्रुवाम् उवङ्गादेशः अनन्तरं ब्रुवान्ति समीचीनम् इदानीं सम्यक् तत्र एकः प्रश्नः अस्ति रुवन्ति इत्यत्र नत्वं भवति वा न वा सर्वे चिन्तयन्तु न भगिनि किमर्थं न भवति निमित्तं नास्ति वा निमित्तम् अस्ति रसाभ्यां नूनः आफ्टर् रेफा अण्ड् दिस् थिङ्ग् बट् अक्कुप् वाङ्ग् नुम् व्यवायेपि इति इण्टर्वीनिङ्ग् लेटर्स् आर् वकार इस् देन् उकारः हयवरट् उकारः अस्ति वकारः अस्ति भवति एव किल किमर्थं न भवति कोऽपि अन्यत् चिन्तयन्तु सूत्रं आं भगिनि बाधकसूत्रमस्ति वा समानपदं नास्ति वा समानपदमुण्डि सुप्तिङन्तं पदम् एकं पदमेव अस्ति रुवन्ति इति चिन्तयन्तु भवन्तः जानन्ति तदेव मम प्रश्नः न जानन्ति चेत् अहं न पृच्छामि न जानामि भगिनि, न स्मरामि. न न, भवन्तः जानन्ति एव, रूव् योगः अन्ति इति अस्ति, रुवन्ति इति रूपम् आगच्छति. प्रथमं नकारस्य स्थाने किम् आगच्छति, केन सूत्रेण आगच्छति? सूत्रसङ्ख्या किम्? 842. अस्तु, तस्मात् पूर्वं किं कार्याणि भवितुम् अर्हति? सर्वदा यदा नकारः अस्ति चेत् तस्य स्थाने किं भवति, किम् आगच्छति? तकारः कीदृशवर्णः? अन्ति इत्यस्य तकारः अतः किं भवति? पूर्णतया न उक्तवन्तः. आमाम् एव. अनुस्वारस्य कार्यं करोति वा तत्र उपसर्ग? समीचीनम्. उपसर्ग सूत्रं किं, केन सूत्रेण अनुस्वारः आदेशः भवति? नश्चापदान्तस्य जलि, तकारः जलि, जलि अस्ति वा तकारः? अपदान्त नश्चापदान्तस्य जलि इति अस्य निमित्तं पूरितं वा? सूत्रसङ्ख्या का? जलि पूरितं खलु, अपदान्तस्य अस्ति. अनन्तरम् अनुस्वारस्य सम्यक् 8324 नश्चापदान्तस्य जलि. अनुस्वारस्य ए परसवर्णः 84, ऐ थिङ्क् 84 57 8458 समीचीनम्. इदानीम् अट्कुप् वाङ्म् इत्यस्य अवसरः अस्ति वा? पूर्वत्र सिद्धम् इत्यनेन न भवति किल. यदा रुवायोगः अन्ति इत्यस्य नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः कुर्मः तत्र अट्कुप् वाङ्म् न आगच्छति. 842 तत् न पश्यति, तद् अनुस्वारः एव पश्यति, अतः तस्य कार्यं न भवति. यदा अनुस्वारस्य ययि परसवर्णः कुर्मः चेत् अट्कुप् वाङ्म् इति तद् तद् कार्यं न पश्यति पूर्वत्र सिद्धम् इत्यनेन. सम्यक् अवगतं किल अन्ये अपि? अस्तु, अरुणा भगिनी इदानीं पुनः मध्यम भगिनी. आल् आफ् देम् आर् इन् द त्रिपादि, रैट्? आल् आफ् देम् आर् देर् इन् त्रिपादि. त्रिपादि, अतः एव पूर्वत्र सिद्धम् इत्यनेन क्रमेण गन्तव्यम् इति अस्ति किल. अत्र क्रमः तु किञ्चित् नष्टापदान्तस्य जलि, अनन्तरं 8458 गच्छामः मध्ये. सो इट्स् ईस् ओन्लि द अनुस्वार. इट्स् ईस् ओन्लि द अनुस्वार. योगः अस्ति ईडागमपक्षे, रुयोगः अस्ति, इ इति पित् अस्ति, ततः गुण भवति रो ईषि ईषि, रो योग इ अव् आगच्छति, रवि सि आदेशप्रत्ययोः रो रवीषि इति रूपं निष्पन्नं भवति. रुयोगः सः रुयोग इतः अजादि अपित् अस्ति, ततः अचिष्णुधातो ब्रुवामि सूतेन उवङ्ग आगच्छति रुवीतः. तदनन्तरं था रुवीथ इति रूपं रुयोगः मि रुयोगः इमि पित् अस्ति, ततः रो योगः इमि इमि एचोयावः सूत्रेण औ रवीमि. सम्यक् भगिनि? आम् आं समीचीनं भगिनि. रवीमि रुयोगः वहि वः इवः अजादि अपित् अस्ति, ततः अचिष्णुधातु ब्रुवां रुयोगः उयोगः इवः रुवीवः रुवीमः. समीचीनम्, उत्तमं भगिनि. अस्तु, धन्यवादः. रघुपतिमहोदय लोट्लकारे वदति वा? हा, एकवारं. रुयोग थु इति अस्ति. इदानीम् अत्र थु इति तुरुस्तुषम्यमः सार्वधातुक इत्यनेन विकल्पेन हर तिङ् प्रत्यय हल हलादि प्रत्ययस्य ईडागमः भवति, ईटागमः भवति. ईतु इति भवति, ईतु इति अस्ति. रुयोग ईतु, रो योग ईतु, धनिम् अवादेशः भवति एचोयवः. अव रवीतु, रवीतु इति भवति. रुयोग तात् अस्ति, अत्रापि ईडागमः भवति. ईतात् इति भवति, हलादि अस्ति, अतः इदानीं गुणः न भवति. रुयोग ईतात् इति अस्ति. इदानीं रुयोग ईतात् उ आदेशः, रुवीतात् इति भवति. एकवारं, अस्तु, तर्हि अग्रे ताम् इति अस्ति, ईताम् इति भवति. एवम् रुयोग ईताम् इति अस्ति, अत्र उवङ् आदेशः भवति. रुवीताम् अस्ति. इदानीं रुयोग अन्तु, अत्र इडागमः न भवति, हलादि नास्ति, अतः उ आदेशः भवति. रुवन्तु, रुवन्तु इति भवति. अग्रे रुयोग ईः इति भवति. रुयोग ईः उवङ् आदेशः भवति. रुवीः इति भवति. इतात् ईतात् इति अत्र इडागमः भवति, ईटागमः भवति. अपि च अनन्तरम् अपित् अजादि अपित् अस्ति, अतः इयङ् उवङ्गादेशः भवति. रुवीतात् इति भवति, रुवीतात्. अग्रे रुवीतात् इति अस्ति. अग्रे ईतम्, अत्रापि उवङ्गादेशः. रुवीतं, रुवीत. अग्रे रुयोग आनी, अत्र गुणः भवति, गुणः भवति, रो भवति. रुयोग आनी इरागमः भवति. रु अवादेशः. रवानि इति, रवानि. अग्रे तथैव रवा वा रवा, रवां भवति वा रवा न भवति इति वयं दृष्टवन्तः. न भवति इति भवति. रवाणि एकवारं, रवाणि किमर्थं न भवति महोदय? तत्र चिन्तनं भिन्नम् अस्ति किल. एकवारं भगिनि अत्र रवाणि अस्तु रवाणि इति क्षम्यतां रवाणि इति तत्र जल् जलादि किमपि नास्ति नश्चापदान्तस्य जल अवसरः न भिन्न स्थलमेव भिन्नम् अस्ति किल रवाणि रवा वा अग्रे आव अस्ति रुयोग आव अति रो रवा वा रवाम इति रूपाणि समीचीनम् बहिः गन्तव्यं पञ्चनिमिष अनन्तरम् आगच्छामि अस्तु अस्तु महोदय समीचीनम् अस्तु कस्य क्रमः विद्या भगिनी लङ्लकारे वदति वा आं भगिनि तत्र लङ्लकारे सिद्धतिङ् प्रत्ययः इत् ताम् अण् इस् तं त अं वाम इति अस्ति सर्वत्र तत्र लुङ् लङ् ऋङ्क्षु अडुदातः इति सूत्रं कार्यं करोति सर्वत्र अतः तत्र प्रथमं तत्र उतो इति सूत्रेण तत्र ईकारः तुस्तस् तुरुस्तु शं यमः इति सार्वधातुके तत्र सूत्रं कार्यं करोति ईट् आगमः भवति अतः तत्र अरवीत इति अरवीत इति पदं निष्पन्नं तत्र मध्ये किं भवति भगिनि मध्ये तत्र प्रथमं रु इति अस्ति सार्वधातुक आर्धधातुको इति सूत्रेण रौ इति भवति गुणकार्यं भूत्वा अनन्तरं यचो यव यावः इति सूत्रेण रव् इति भवति अनन्तरं तत्र ईट् आगमः भवति रवीत् इति तकारः आगमः तु प्रथममेव भवति किल आ योगः रु योगः उकारस्य स्थाने गुणः भवति चेत् किं आगच्छति रो इति भवति रो योगः इ इदानीं किं भवति ओकारः योगः ईकारः तत्र प्रथमं रो आगच्छति रो आगच्छति तत्र यचो यव यावः इति सूत्रेण रव अवादेशः भवति अतः रौ आगच्छति रौ योगः ईति इति तत्र ईटागमः भवति रवीत् अन्तिमवर्णः तकारः योजनेन अरवीत् इति आगच्छति प्रथमम् अकारः अस्ति लुङ् लङ् इति सूत्रेण अतः अरवीत् इति प्रथमरूपं निष्पन्नं अन्ये अन्यरूपमपि अस्ति अत्र अरोत् इति इदानीं केवलम् इडागमः एव वदतु भगिनि अनन्तरं वदामः इडागमः एतत् समाप्तं खलु इडागमः ईटागमः भवति अतः अरवी इति अस्ति अरौ योगः ई इति अस्ति अतः रवी इति दीर्घ ईकारः आगच्छति अरवी अनन्तरं तकारः योजनेन अरवीत् इति आगच्छति अनन्तरं द्विवचने अन्यरूपमपि अस्ति अस्तु द्विवचनम् अरुवीताम् इति अस्ति तां योजनेन अरुवीतां तत्र ऋकारः एव तिष्ठति अरुवीताम् इति तादृशमेव अरुवीताम् इति अस्ति केन सूत्रेण अनन्तरं वीतां भवति अरु तुरुस्तु शं यमः सार्वधातुके इति सूत्रेण ईकारः ईट् आगमः भवति अनन्तरं प्रथमपुरुष बहुवचनं खलु उकारः ईकारः किं कथं वि भवति पूर्वमेव वयं दृष्टवन्तः खलु भगिनि, तत्र सार्वधातुक आर्धधातुकयोः तद् भिन्नं भगिनि, तत्र तु पित् आसीत्, इदानीम् अपित् अस्ति, प्रक्रिया वक्तव्यं भगिनि. तत्र अचिष्णुर्धातु किं करोति भगिनि, तत्र यचो एव यावः इति सूत्रेण रव रव् इति आगच्छति खलु, तन रव् आगच्छति, अनन्तरम् ईट् एतत् तुरुस् तुरुस् तुरुस्तु संयमः इति सूत्रेण ईट् आगमः भवति, अतः तत्र रव् इति अस्ति, अनन्तरम् ईट् अस्ति, ईट् तकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण ईत् भवति, ई एव तिष्ठति अत्र, अनन्तरं रव् योगः ई इति इत्युक्ते तत्र रवि इति आगच्छति, रवियोगः योजनेन ताम् आगच्छति, रवि ताम् तादृशमेव तत्र ताम् अपि तस्ति गुणकार्यं न भवति, गुणकार्यं न भवति न भवति, रुयोगः ईताम् अचिष्णु धातुपूर्वम् इयङुवङ्गम् उवादेशः भवति, उवङ्गादेशः भूत्वा भूत्वा तादृशमेव तादृशमेव बहुवचने किं भवति, एतदपि एतदपि साधु एव खलु, तत्र यच एव यवः इति सूत्रेण रव् योगः ईति इति आगच्छति, कथं साधु भगिनि प्रत्ययं कथं साधु, भवती एव वदतु रू न भगिनि, यत्र एकं प्रक्रिया एका प्रक्रिया अस्ति तत्र वयं क्रमेण गच्छामः, रू अकारः योजितवती, रू इति धातुः अस्ति, इदानीं ताम् इति प्रत्ययः अस्ति, रू योगः ताम् तुरुस्तु संयमः इत्यनेन ईट् आगमः भवति, रू योगः ईताम् उकारः ईकारः अस्ति, इकारः अच्वर्णः अस्ति इति कृत्वा अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य एव प्रसक्तिः किल अङ्गकार्यम् आम् भगिनि आम् भगिनि तत्र ई इति अचिष्णु धातुः अस्तु, अतः तत्र अचिष्णु द्वौ युवर् इवङ् इति कार्यं करोति, अस्तु अस्तु, अरुवीताम् इति आगच्छति, अनन्तरम् अरुवण् इति अस्ति, तत्र तत्र कीदृशप्रत्ययः तत्र एतदपि सार्वधातुक अपि अस्ति, आ योगः रू योगः अन्त् इति तत्र तक ईत् भवति अन्त् अनन्तरम् अचिष्णुर्धातु अचिष्णुर्धातु इदानीमपि कार्यं करोति यत्र अत्रापि, अतः तत्र अरुयोगः उकारस्य स्थाने अरुवन् इति अस्ति, उवङ्ग् आदेशः भवति, अत्र ईटागमः भवति वा, ईटागमः न भवति, समीचीनम् अग्रिमं करोतु, अरवि इति अस्ति तत्र अरवीः इति अस्ति, अरवीः आयोजन अकारः अनन्तरं रुस्थाने र आगच्छति, अनन्तरं रुस्थाने किमर्थं रकारः आगच्छति, रकारः तत्र प्रथमं रु इति अस्ति सार्वधातुक आरुधातुकयोः रौ रो इति आगच्छति, अनन्तरं यचो एव यावः इति सूत्रेण रा भवति रौ भवति, अनन्तरं एतत् सूत्रं तुरु इति तुरु स्तु संयमः सार्वधातुक इति सूत्रेण ईड् आगमः ईट् आगमः भवति, रवि इति भवति, अनन्तरं रवीस् इति प्रथमम् आगच्छति, शशुजिशोरुः इति सूत्रेण ऋतुम् आगच्छति, अनन्तरम् उपदेश अज अनुनासिके इति भवति, रेपः एव तिष्ठति, रेपस्य स्थाने कर अवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, अतः अरवीः इति आगच्छति, अनन्तरम् अरुवीतम् इति अस्ति तादृशमेव, तत्र पूर्वमेव वयं दृष्टवन्तः अचिष्णुः धातु युवो भ्रुवो युवोर् युवङ् उवङ् इति सूत्रं कार्यं करोति, तम् एव अत्र योजनेन अरवीतम् इति आगच्छति, तादृशमेव तत्र द्वितीय मध्यमपुरुष बहुवचन अरवीत इति आगच्छति. अनन्तरम् अरवम् इति अस्ति, रकारः पूर्वमेव वयं दृष्टवन्तः रव् इति अवति, तत्र अम् इति आदेशः भवति. तत्रापि तत्र यचो एव यावः इति सूत्रं कार्यं करोति खलु भगिनि, अरवम् इति आगच्छति. अम् इति कीदृशप्रत्ययः? अम् इति अमिति तत्र अपित् अस्ति, पित् अस्ति. समीचीनम्. हलादि अज हलादिपित् अस्ति. हलादि वा अजादि वा? अजादि अजादि पित् अस्ति. अजादि पित् अस्ति. अतः अरुयोगः अम् अरुयोगः अम् तत्र तत्र यचो एव यावः इति सूत्रेण गुणः भवति. प्रथमं गुणः भवति सार्वधातुक आर्धधातुक इति सूत्रेण रो भवति, अनन्तरं यचो एव यावः इति सूत्रेण रौ भवति. अर वम् इति अम् योजनेन अरवम् इति आगच्छति. अनन्तरम् अरवीव अरुवीव अरुवीव इति आगच्छति. तादृशमेव पूर्वं दृष्टवन्तः खलु, तत्र अचिष्णो ब्रुवो इव इति सूत्रेण. अनन्तरं तुरुस्तु शम्यमः इति सार्वधातुक इति सूत्रेण तत्र अपि ईट् आगमः भवति, अरुवीव इति आगच्छति. अनन्तरं तादृशमेव अरुवीम इति आगच्छति. अस्तु भगिनि, लङ् लङ्गि उत्तमपुरुषे बहुवचन अन् आल्सो बिकास् आफ् द तकार लोपस्य अगेन् विल् बि हेविङ्ग् दिस् नष्टापद्यान्तजलस्य बिकास् देर् आल्सो णत्वं न भवति. कुत्र भगिनि? अरुवन् अरुवन् पदान्तनकारः किल, पदान्ते सिद्धरूपेण न न न एकनिमिषं भगिनि विजया भगिनि, अन् इति तत्र नकारः पदान्ते अस्ति किल, पदान्तनकारस्य कदापि णत्वं न भवति. रामान् तत्र नकारः पदान्ते अस्ति चेत् कदापि न भवति. न पद किम् अस्ति पदान्तस्य किमपि सूत्रम् अस्ति किल, येन सूत्रं किम् पदान्तस्य ओन्ली नकार इस् कमिङ्ग् एस् अनुवृत्ति सो नो नत्वमेव न भवति पदान्तस्य नकारात् परस्य पदान्तनकारस्य नत्वं न भवति. समीचीनं. यदा वयं रूपं दृष्ट्वा प्रक्रिया साधयामः चेत् प्रक्रिया भ्रमः एव भवति. अस्माकं पार्श्वे सिद्धप्रत्ययः अस्ति, धातुः अस्ति, वयमेव रूपं साधयामः चेदेव तत्र दोषः न भवति. रिवर्स् लाजिक् कुर्मः चेत् भ्रमः एव भवति, प्रक्रिया इतस्ततः एव भवति. तद् मनसि भवेत् विजया भगिनि. चैनीस् मोडेल् मा पश्यतु, रिवर्स् लाजिक् कार्यं न करोति. रघुपति महोदय किम् उक्तवान्? चैनीस् मोडेल्स् चैनीस् मोडेल्स् अतः एव सम्यक् नास्ति ते रिवर्स् मोड् कर्ति रिवर्स् मोडेल् न रिवर्स् इञ्जिनियरिङ्ग् कुर्वन्ति खलु तादृशं न कार्यं करोति, अत्र भ्रमः एव भवति. आं भ्रमः भवति. विधिलिङ्ग् उषा भगिनी वा कस्य क्रमः अहं स्मृतवती, क्षम्यतां. श्रीवल्ली भगिनी क्षम्यतां, श्रीवल्ली भगिनी भवत्याः क्रमः क्षम्यताम्. आं भगिनि, विधिलिङ्ग् ईडागमपक्षे सर्वे प्रत्ययाः अपि तस्ति, हलादि अपि तस्ति, सो द रूपाणि रुयोगः यात् रुयोगः यात् तुरुस्तुष्यं यमः सार्वधातुके इति ईडागमः भवति रुयोगः ईयोगः यात् रूपं भवति रुवीयात् सिमिलर्लि रुवीयातां रुवी रुवीयुः रुवीयाः रुवीयातं रुवीयात रुवीयां रुवीयाव रुवीयाम रूपाणि समीचीनम् अस्तु सो अतः तत्र इडागम अभावे अपि रूपाणि सन्ति तद् किञ्चित् शीघ्रं पश्यामः कुत्र यत्र कुत्र कार्यमस्ति तदेव किञ्चित् अवधानं ददामः यत्र कार्यं नास्ति तत्र तत्र भवती एव आरम्भम् आम् लट्लकारे कार्यं कुत्र अस्ति तत्र एव वदतु अन्यत्र केवलं रूपमेव वदतु ओम् आं भगिनि लट्लकारे प्रथमं ति ति इति पित् अस्ति गुणकार्यं भवति इत्युक्ते रुयोगः इडागमः अपि भवति रुयोगः इति रुयोगः इति रूपं रौति इति भवति किमर्थम् इडागमः भवति इडागम अभावः किल सारि भगिनि आप्शनल् विभाषा आं भगिनि सार्वधातुक आर्धधातुकयोः गुणः भवति रुयोगः ति रोयोगः ति रौति रौतियोगः इति रूपं भवति भगिनि तत्र उतो वृद्धिर्लुकि हलि वृद्धिः एव कार्यं करोति खलु तत्र सार्वधातुक आर्धधातुकयो वा वदतु भवती एव तत्र सूत्रं स्पष्टीकरणीयं खलु तत्र सूत्रं भूतो वृद्धिर्लुकि हलि वृद्धिः एव तत्र कार्यं करोति अतः एव रुस्थाने रौति इति आगच्छति वृद्धिः भूत्वा समीचीनम् आं भगिनि विजया भगिनी तस्य क्रम तस्याः क्रमे किमपि न वदति अन्यस्मिन् क्रमे एव सम्यक् वदति किल वदतु भगिनी उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके इति वृद्धिः भवति इति सूत्रेण वृद्धिः भवति रौति अनन्तरं वृतः इति तत्र बहुवचने नास्ति ओन्लि रवन्ति ओन्लि रौषि इति सि सि प्रत्ययः इति पित् हलादि पित् अस्ति अत्रापि उतो वृद्धिर्लुकि हलि इति सूत्रेण वृद्धिः भवति रूपं भवति रौषि सशचुषुरुः करवसानयोः सारि सारि सारि हियर् षत्वं भवति रौषि इति भवति ऋतः इति द्विवचने बहुवचने ऋत इति मी इति सिंहलादि पित् अस्ति वृद्धिः भवति रौमि इति रूपं भवति रुवः रुमः इति रूपं तावदेव तत्र उतो वृद्धिर्लुकि हलि इत्यस्य एव कार्यं प्रथमपुरुष बहुवचने उवङ्गादेशः तावदेव कार्याणि अन्यत्र सर्वत्र वर्णमेलनमेव समीचीनं भगिनि अनन्तरम् उषा भगिनी लोट्लकारे वदति वा तत्रापि समानरीत्या करोतु भगिनि यत्र कार्यमस्ति तत्र कार्यं वदतु अथवा केवलं रूपं सारि भगिनि रुयोगः तु तु इति अपित् अपित् अस्ति अपित् अस्ति सो उतो वृद्धिर्लुकि अपित् आनि आवाम एव पित् रैट् भगिनि ओ तु तु इस् आल्सो पित् तु इस् पित् सो उतो वृद्धिर्लुकि हलि सूत्रेण वृद्धिः अस्ति सो नौ तु नौ तु तात् नुतात् नौ तु नुतात् नुतां नुतां ताम् इति अपित् देर् सो नुताम् नुतां नुवन्तु, हि नुहि नुतात् रु इति धातुः भगिनि, ओ रु रु या, रौतु नुतात्, ऋतां रुवन्तु, रुहि ऋतात्, ऋतं ऋत, आनि आनि इति पित् अस्ति, सो नु नूयोगः आनि, नूयोगः आनि सार्वधातुक आर्धधातुकयोः गुणः गुणः, सो नो योगः आनि, नो योगः आनि ओकारस्य स्थाने अव् आदेशः भवति, नकारः अव् आनि नवानि नवानि रुवानि रुवानि रुवाव रुवाम रुवाणि वा रुवाणि ऋकार निमित्त अस्ति पुनः रुस्थाने ऋकारस्य स्थाने उकारस्य स्थाने किं जातम् आनि आनि भगिनि सो आनि ऐ थाट् इट्स् लैक् पित् इट्स् नाट् पित् एव पित् एव समीचीनं सो सार्वधातुकयोः गुणः सो रोयोगः आनि रोयोगः आनि ओकारस्य स्थाने अव् आदेशः भवति सो रकारः अव् आनि सो रवानि रवानि रवाव रवाम इदानीं नत्वं भवति वा रवानि रकार निमित्त निमित्त अस्ति वकारः आकारः अट्कु आङ्नुं व्यवाये अपि वकारः अट् स्थाने अस्ति आकारः अट् स्थाने अस्ति नि नकारः अन्देन् इकारः नकारः अन्देन् इकारः बट् रुवाणि डसन् सौण्ड् रैट् रवाणि रवाणि तत्र भवत्याः प्रश्नः अट् कुप् नत्वं भवति वा इति नत्वं भवति वा बट् सो रवाणि रवाणि रवाव रवाम सो नत्वं भवति ओके रवाणि रवाव रवाम सौण्ड् रैट् डिन् सौण्ड् रैट् समीचीनमेव सूत्रदृष्ट्या सौण्डिङ्ग् सम्यक् एव अस्ति किल इष्टरूपम् इति वक्तुं शक्नो न तादृशं नास्ति तादृशं नास्ति सूत्रदृष्ट्या वयं साधयितुं शक्नुमः तत्र निमित्तं वदति तत्र उषा भगिनी वदति तत्र रुवाणि सम्यक् नास्ति तस्याः रवाणि सौण्ड्स् ओके ऐ वास् सेयिङ्ग् इट् रवाणि सौण्ड्स् गुड् अस्तु अरुणा भगिनी करोति वा लङ् लकारः तत्रापि तादृशमेव करोतु भगिनी अत्र लङ् लकारः अनागम आगच्छति अरु योगः इडागम नागच्छति इडागम अभावे एव इडागमः नास्ति एव गुणः भवति वा वृद्धिः भवति वा वृद्धिः भवति अतो वृद्धि लुक् इति औ क्षमतां मामः अपि ध्वनि करोति नास्ति चिन्ता वदतु भगिनि अरौ योगः आडश्च आटश्च सूत्रेण लुङ् लङ् लुङ् लङ् सुदुदात्तः समीचीनम् अरावत् अरौत् एव वकारः किमर्थम् ओ अरौत् एव अरौत् तदनन्तरं केवलं वर्णमेलनमेव अरुयोगः अन् अत्र अजादि अचष्टुधातु कार्यं करोति ऊ आगच्छति अरुवन् अरुवन् सम्यक् अरुवन् मध्यमपुरुषे पित् अस्ति ततः गुण भवति न वृद्धि भवति वृद्धि समीचीनं अरौ कथं विसर्गम् आगच्छति सकार अस्ति भगिनि अरौस् अत्र ससजुषोरुः विसर्ग न आगच्छति समीचीनं सर्वसामेव विसर्जनीयः अरुतं केवलं वर्णमेलनमेव अरुतम् अपित् अस्ति अलादि अपित् समीचीनमेव भगिनि अरुतम् अरुत अरुतम् अरुत अरु योगः अम् अमपि अजा पित् अस्ति गुण गुण एव अलादि नास्ति अतः वृद्धिः न भवति सम्यक् अरो अरो प्लस् अम् अरो अरवम् अरवं समीचीनम् अनन्तरम् अरुयोगः वा अपित् अस्ति अरु वा भगिनि सम्यक् अरुवामेव अरुम सम्यक् अरुव अरुम समीचीनम् उतो वृद्धिर्लुकि हलि इत्यस्य कार्यं यत्र यत्र हलादि पित् अस्ति तावदेव अस्तु सम्यक् अस्तु रघुपतिमहोदय भवान् विधिलिङ्ग् उक्त्वा अग्रे अपि पठति वा आं भगिनि अस्तु अत्र यात् यातां युः याः यातां यामात्र अपित् अस्ति अतः किमपि कार्यं नास्ति रुयात् अत्र ईट् अभावे रुयात् रुयातां अस्तु रुयुः रुयाः रुयातां रुयात रुयाम रुयां रुयाव रुयाम इति अग्रे अग्रे पठामि तत्र विधिलिङ्ग् तस्मात् अग्रे किमपि दत्तम् अस्ति किल तदपि पठित्वा सूत्रं पठतु महोदय स्ट्रिङ्ग् धातुः एकवारं हा स्टुङ् धातु स्तुतौ अपि अदादौ कार्यं तथैव ईट् अपेक्षे ईट् अपक्षे यु धातुवत् स्तौति ईट् पक्षे स्तवीति इत्यादीनि रूपाणि अस्तु स्टू अस्ति स्टू इति भवति टू अस्तु टू धातु स्टू धातु हा स्टू तु भवति अस्तु तत्र शकार आम् टू एव उपदेशे स्टू इति अस्ति यथा स्टा इति अस्ति अस्तु अत्र तु धातुः स्तौ सौत्रौ सौत्रौ सौत्रौ धातुर्गतिवृद्धि वृद्धिंसासु इति धातुपाठे नास्ति किन्तु अदादिगणीय इति मन्यते रूपाणि रु धातुवत् तौति तवीति इत्यादिकं तत्र तद् किञ्चित् तु एव खलु स्टु इति धातु तु वा तु इति एव धातुः धातु धातुः गतिवृद्धिहिंसायां तत्र दोषः अस्ति इति धातुपाठे नास्ति. हिंसायामं भवति वा स्तौति? न न, तु इति धातुः महोदय, स्तौति इति न. तत्र अस्माकं सूत्रं सौत्रौ एव तदस्ति, सूत्रे एव पठितः धातुः, धातुपाठे नास्ति. तस्य अर्थः गतिवृद्धि वा बुद्धि वा तत् वृद्धि हिंसायां वृद्धि एव वृद्धि हिंसायां नास्ति. परन्तु ते मन्यन्ते अदादिगणीयः इति. पठतु महोदय अग्रे. अग्रे पठामि वा? आं तत्तु सूत्रं तुरुस्तु शं यमः सार्वधातुके तु रु स्तु शम् अम् एभ्यः धातुभ्यः हलादिसार्वधातुक तिङ्प्रत्ययस्य विकल्पेन ईट् आगमो भवति. तुश्च रुश्च स्तुश्च शमिश्च आं च तेषां समाहारद्वन्द्वः. तुरुस्तुषं यम् तस्मात् तुरुस्तुषं यमः पञ्चम्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम्. उतो वृत्तिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. भूस्तु वोस्तिङि इत्यस्मात् तिङि इत्यस्य अनुवृत्तिः. भ्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः. यङो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. तुरुस्तु शम्यमः अङ्गात् ईट् वा हलि सार्वधातुके तिङि तिङ्प्रत्ययपरे तूरु स्तु शम् अपि च अम् एभ्यः ईटागं भवति विकल्पेन हलादि सार्वधातुके तिङ्प्रत्ययपरे. तत्र किञ्चित् अनुवृत्तिसहितसूत्रम् एकवारं परिशीलयतु महोदय. तुरुस्तु शं यमः अङ्गात् ईट् वा हलि सार्वधातुके तिङि इति अस्ति. सार्वधातुकतिङ्प्रत्यये परे सारि कस्य ईट् आगमः भवति? सार्वधातुकतिङ्प्रत्ययस्य हलि अङ्गात् ईट् अस्तु. अङ्गात् ईट् वा हलि अस्तु. अङ्गस्य एव ईट् आगमः भवति वा तिङ्प्रत्ययस्य भवति वा इति प्रश्नः आगच्छति किल? आमां अङ्गात् ईट् अस्तु. पञ्चमी अपि अस्ति, सप्तमी अपि अस्ति चेत् सप्तमी बलियान् अस्तु. पञ्चमी बलियान् अस्ति अतः अतः प्रत्ययस्य स्थाने एव भवति अत्र. उभयनिर्देशे पञ्चमी बलियान् इति अस्ति इति प्रतिभासूत्रेण सप्तमी इति षष्टिवत् कार्यं करोति अतः तिङ्प्रत्ययस्य एव ईडागमः भवति. सम्यक्. तदेव मुख्यमस्ति अस्मिन् सूत्रे. तुरुस्तु शम्यमः अङ्गात् इति पञ्चमी अस्ति. ईट् इति आदेशः विकल्पेन भवति. हलि सार्वधातुके तिङि इति अस्ति, तत्तु सप्तमी अस्ति. हल् इति सार्वधातुके इत्यस्य विशेषणम् अस्ति. तत्र यदा उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति स्वीकुर्मः चेत् सप्तमी इत्यस्य सप्तमी इदानीं स्थानी भवति. अतः हलादि स्थानिनः आदौ हलादि सार्वधातुकप्रत्ययः तस्य आदौ ईटागमः भवति इति वदति. अवगतं वा? आं भगिनि. तद् मुख्यमस्ति अस्मिन् सूत्रे. स्थानं न उक्तं. यदा स्थानं न उक्तम् अनन्तरं पञ्चमी अपि अस्ति, सप्तमी अपि अस्ति चेत् पञ्चमी एव बलीयान्. पञ्चमी बलीयान् सप्तमी स्थान सप्तमी स्थान स्थानी भवति. सम्यक् अस्तु. धन्यवादः महोदय. इदानीं विजया भगिनी हुनुङ् अपनयने इति धातुः पठति वा? नुङ् अपनयने इति धातुः ञक् अस्ति, अतः आत्मनेपदी धातुः, अन्यत् सर्वं सामान्यमेव. प्रथमबिन्दुः अलादिपित्सु आत्मनेपदी धातुषु नास्ति एव. द्वितीयबिन्दुः अजादिपित्सु गुणः अवादेशः. नु योगः ऐकारः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः ह्नो योगः है यजो यवायावः इत्यनेन आदेशः. हन् योगः औ योगः ऐकारः ऐ ह्नवै ह्नवै इति अस्ति. द्वितीयबिन्दुः अलादि अपित्सु निति च गुणनिषेधः हनु योगः ते हनुते इति आगच्छति. चतुर्थबिन्दुः अलादि अपित्सु निति च गुणनिषेधः अचिष्णुवोर् धातु भ्रुवो भ्रुवां युवोरिवङ् उवङ् इत्यनेन उवङ् आदेशः भवति. हनु योगः आते हनुयोगः आते हन् योगः उत् योगः आते हनुवाते इति आगच्छति. किं भवति अत्र एकवारं वदतु भगिनि. तत्र प्रथमं नित् अस्ति, अतः आत्मनेपदी धातुः. अन्यत्र सर्वं सामान्यमेव साधारणतया एव आगच्छति. हलादिपित्सु अस्ति चेत् तत्र आत्मनेपदी धातुषु नास्ति एव. हलादिपित्सु हलादिपित्सु अस्ति चेत् आत्मनेपदी धातुः नास्ति एव. अजादिपित्सु अचिते अस्ति चेत् तत्र गुणकार्यम् आगच्छति. अनन्तरं यचो यवायावः इति सूत्रेण अवादेशः अपि आगच्छति. सार्वधातुक अर्धधातुक इति सूत्रेण गुणः भूत्वा हनो इति आगच्छति. अनन्तरम् ऐकार ऐ योजनेन यचो यवायावः इति सूत्रेण तत्र औ आदेशः भवति. अतः हुण् योगः औ योगः ऐ नवै इति अन्तिमरूपं निष्पन्नं. हलादिपित्सु अस्ति चेत् हलादि अपित्सु अस्ति चेत् तत्र निति च अनन्तरं गुणनिषेधः भवति. अतः तत्र वर्णमेलनमेव अनुयोगः ते हनुते इति. अजादि अपित्सु अस्ति चेत् तत्र अपि गुणनिषेधः निति च इति सूत्रेण. अनन्तरं हचिष्णुवो धातु भ्रुवो युवोरिवङ् उवङ् इति सूत्रेण उवङ् आदेशः भवति. अतः हनुयोगः आते हन् योगः उव आदेशः भवति. आते इति प्रत्ययमस्ति, अतः अनुवाते इति रूपं निष्पन्नं. समीचीनं. द्वितीयवृद्धि वृद्धिर्लुकि हलि इत्यस्य प्रसक्तिः अस्ति वा अस्मिन् अस्मिन् धातु इति? वृद्धिः नास्ति खलु भगिनि, तत्र एतत् नास्ति भगिनि. किमर्थं तत्र कुतो वृद्धिर्लुकि हलि लुक् विषये अनभ्यस्त उदन्त अङ्गस्य वृद्धिः हलादिपित्स अस्ति. तत्र हलादि अपित्स अस्ति, अतः तत्र एतत् उतो वृद्धि लुकि हलि इति सूत्रं न कार्यं करोति. किमर्थं न कार्यं करोति? तदेव प्रश्नः. तत्र हलादि अपित्सु अस्ति चेत् कार्यमस्ति, तत्र हलादि अपित्स अस्ति, अतः कार्यं निषेधः. कार्यं न भवति तावदेव. प्रत्ययः हलादिपित् प्रत्ययः नास्ति एव. समीचीनम् अस्तु. अतः गृहपाठः अस्मिन् सप्ताहस्य हुनुङ् धातोः आत्मनेपदी रूपाणि. अनन्तरम् अस्माकं ब्रूयिङ्ग् धातुः भ्रुवो वचि तत् तु प्रसिद्धधातुः अस्ति किल ब्रवीति इति, तस्मिन् विषये अग्रिमसप्ताहे पश्यामः. प्रायः एकमेव जागृधातुः. रोञ्च् धातुः अपि उभयपदमस्ति खलु भगिनि? आम् उभयपदम्. आम्. चत्वारः धातवः एव अवशिष्टाः प्रायः अग्रिमसप्ताहे समापयामः. अस्तु, समापयामः वा अद्य? धन्यवादः भगिनि. धन्यवादः भगिनि.